अस्तु, नमः सर्वेभ्यः. अस्माकं पाणिनीयव्याकरणवर्गे सर्वेषां स्वागतम्. गतसप्ताहे वयं नूतनपाठः आरब्धवन्तः, कृत् प्रत्ययः अपि सार्वधातुकः आर्धधातुकश्च इति. तत् एकनिमिषम् अहमपि उद्घाटयामि. पाठः पुनः वयम् आरम्भतः पठामः एकवारं. परिच्छेदद्वयमेव पठितवन्तः गतसप्ताहे, अतः रघुपतिमहोदय पठति वा? अधुना रामलु. आम्, स्वागतम् भगिनि. आं, पठति वा महोदय? करपत्र करपत्र षष्टम करपत्रम् आरम्भतः एव पठतु महोदय एकवारं, पुनस्मरणमपि भवेत्. अस्तु. कृत्पत्याः अपि सार्वधातुकाः आर्धधातुकाश्च. पूर्वम् अस्माभिः दृष्टं यत् धातुभ्यः विहिताः प्रत्ययाः द्विधाः, तिञ्च कृच्च. एते सर्वे प्रत्ययाः पुनः विभजिताः सार्वधातुकाः आर्धधातुकाश्च. अस्य महत्त्वम् एवं यत् प्रत्ययः सार्वधातुकश्चेत् तर्हि कर्तृत्वे शबादयः विकरणः आयन्ति कर्तरि शप् इत्यनेन. शबादयः आयन्ति चेत् धातुगणभेदाः भवन्ति. प्रत्ययः सार्वधातुकः नास्ति चेत् आर्धधातुकः एव, आर्धधातुकः चेत् इडागमविचारः करणीयः. इदं विभजनं तिङ्षु अपि भवति, कृत्सु अपि भवति. पूर्वम् इयं व्यवस्था अस्माभिः अवलोकिता तिङ्प्रसङ्गे, अधुना अवलोकामहे कृत्प्रसङ्गे. अग्रे पठामि वा? किम् अवगतम् इति एकवारं वदतु महोदय, चित्रसहितं वदतु. अस्तु. धातुभ्यः विहितः धातुभ्यविहितः प्रत्ययः द्विविधाः अस्ति, तिङ् अपि तिङ्प्रत्ययः अपि च कृत्प्रत्ययः इति. तिङ्प्रत्यये पुनः अत्र द्विविधा अस्ति, सार्वधातुकाः अपि च आर्धधातुकाः. यदि सार्वधातुकः अस्ति चेत् कर्तरि शप् इत्यस्य सूत्रस्य प्रसक्तिः अस्ति. शपादय इति एतानि विकरणप्रत्ययानि आयन्ति, गण आधारीकृत्य विकरणप्रत्ययः आयन्ति. अतः कर्तृत्वे धातु यदा कर्तरि शप् आयाति, सोरि, कर्तरिप्रयोगे धातुगणभेदाः दृश्यन्ते. यतः सार्वधातुकप्रत्यये सार्वधातुकप्रत्ययः अस्ति, कर्तरि शप् इत्यनेन धातुगणभेदाः दृश्यन्ते. धातुगणभेदः अस्ति विकरणप्रत्ययेन, अतः रूपभेदाः भवन्ति. आर्धधातुकः अस्ति चेत् तत्र गणस्य विचारः न भवति, केवलम् इडागमस्य विचारः भवति. एवं कृत्पत्ये अपि द्विधा अस्ति, षित् अशित् अस्ति, अशित् इति. षित् अस्ति चेत् सार्वधातुकाः इति, तिङ्क्षित् सार्वधातुक इति अस्ति सूत्रेण. अतः तत्रापि सार्वधातुकपत्ये अस्ति, कृत्पत्ये अस्ति, अतः कृत्पत्ये सार्वधातुक सार्वधातुकः अस्ति तिङ्क्षित् सार्वधातुकः इति सूत्रेण. अतः कर्तरि शप् इत्यस्य सूत्रस्य प्रसक्तिः भवति, कर्तृत्वे धातुगणभेदाः दृश्यन्ते. अशित् अस्ति चेत् आर्धधातुकाः, कृत्पत्ये यदि अशित् अस्ति चेत् तस्य तेषां गणनम् आर्धधातुक आर्धधातुक तेषां नाम अस्ति आर्धधातुकः कृत्पत्या इति. तत्रापि यथा तिङ्प्रत्यय आर्धातु तिङ् प्रत्यय आर्धातुकः अस्ति चेत् इडागमविचारः अस्ति, अतः अत्रापि आशित् अस्ति चेत् कृत्प्रत्यये इडागमविचारः भवति इति अस्ति. अग्रिमपरिच्छेदमपि पठतु महोदय. अस्तु. कृत् नाम किं? यथोक्तं धातुभ्यः विहिताः प्रत्ययः द्विधाः, तिङ् च कृत् च। यः कोऽपि तिङ् भिन्नः प्रत्ययः धातुतः विहितः स च प्रत्ययः कृत् इत्युच्यते। यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत्पदं कृदन्तं पदं, कृदन्तपदम्। कृदन्तपदानि सर्वदा सुबन्तानि, इत्युक्तौ नामपदानि, नामपदानि सन्ति न तु क्रियपदानि। यथा कर्तव्यं, मतिः, नेता, गायकः, लिखन्, प्रकाशमानम्, इमानि पदानि सर्वाणि कृदन्तानि। यतः एते प्रत्ययाः तव्यत्, पिन्, त्रिच्, नौल्, शत्र, शानच् साक्षात् धातुभ्यविहिताः तिङ्भिन्नाः पदान्ते च सन्ति। अत्र कृत् प्रत्यय इत्युक्ते किम् इति दत्तमस्ति, तस्य विवरणं दत्तमस्ति। धातुभ्य यदा वयं दृष्टवन्तः, धातुभ्यविहिता केवलं प्रत्ययः द्विधा एव भवति, तिङ् अस्ति, कृत् अस्ति। यत् तिङ् भिन्ना को भिन्ना प्रत्ययः अस्ति धातुतः विहितः, स च प्रत्ययः कृत् प्रत्ययः इति उच्यते। कृत् यस्य पदस्य अन्ते कृत् कृदन्तं पदम् इत्युक्ते यस्य पदस्य अन्ते कृत् प्रत्ययः अस्ति तत् कृदन्तपदम् इति, तत्पदं कृदन्तपदम् इति। कृत् प्रत्ययः कृदन्तपदानि धातुभ्यविहिता कृत् प्रत्ययः तदा यदा धातुभ्यः धातुः वयं कृत् प्रत्ययः योजयामः तदा सुबन्तस्य जननं भवति। एते इत्युक्ते कृदन्तपदानि सुबन्तानि, नामपदानि एव। यथा गायकः, नेता, मतिः इति, कर्तव्यम् इमानि पदानि सर्वाणि कृदन्तानि। एते प्रत्ययाः सन्ति, तेषां नाम अस्ति केचन कृत्प्रत्ययानां नाम दत्तानि सन्ति, नामानि तव्य, तिन्, त्रिच्, नौल्, शत्र, शानत् इत्यादि। ते साक्षात् दातव्यविहिताः इति पदान्ते अस्ति ते, अतः कृदन्तपदानि इति। तिङ् भिन्नाः कृत् इति मनसि भवेत्। कृदतिङ् इति सूत्रमस्ति, कृद् कृत् प्रत्ययः, अतिङ् अस्ति इत्युक्ते तिङ् नास्ति, कृदतिङ् इति सूत्रं वदति। कृत् इत्युक्ते किम् इति, तिङ् भिन्नाः कृदन्ताः इति, कृत् प्रत्ययाः इत्येव तस्य विवरणम् अस्तु। राजेन्द्रमहोदय। आम् आम् भगिनि, एते सर्वे प्रत्ययाः तिङ्गः कृतश्च अष्टाध्याय्याः तृतीय अध्याये विहितः, यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः। पूर्वम् एव अवगतं यत् आरम्भे तिङ् प्रत्ययः सार्वधातुकाः, तिङ्क्षित् सार्वधातुकम् इति सूत्रेण। अत्र अनुवृत्तिसहितसूत्रम् अवलोकयामः। धातोः परश्च तिङ्क्षित् प्रत्ययः सार्वधातुकम्, अतः सार्वधातुकोत्तस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात्। धातुतः विहितः नास्ति चेत् सार्वधातुकत्वस्य आर्धधातुकत्वस्य प्रश्नः नैव उदेति। तदा धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितम्, परन्तु कृत् चेत् किमपि नैश्चित्यं नास्ति यत् सार्वधातुकं भवेत्। कृत्शित् अस्ति चेदेव सार्वधातुकः, कृत् प्रत्ययेषु नवशितः, ते च शान चान शानन् खष् ष एष षद्यै षदेन् षदेन् इति, एषु द्वौ प्रसिद्धौ शत्र शानच्च। अवशिष्टाः सर्वे कृत् प्रत्ययः आर्धधातुकाः, आर्धधातुकं शेषः इति सूत्रेण। यथा महोदय पठितम्, अत्र सर्वे एते सर्वे प्रत्ययाः यत्तिङ् भवति अथवा च कृत् प्रत्ययः भवति। अष्टाध्याय तृतीय अध्याये विहितः ये सर्वे तिङ् कृत् प्रत्ययः तत् तृतीय अध्याये विहितः अस्ति यत्र धातोः प्रत्ययः इत्यनयोः अधिकारः धातोः अपि च प्रत्ययः सूत्राणि सूत्रद्वयम् अस्ति तेषाम् अधिकारः अस्ति. पूर्वम् एव अवगतं यत् आरम्भे तिङ् प्रत्ययः सर्वे सार्वधातुकाः तिंशत् सार्वधातुकं यथा पूर्वम् अस्माभिः पठितं तत्र तिङ् प्रत्ययः या सर्वे ते सर्वे सार्वधातुकाः तिंशत् सार्वधातुकम् इति सूत्रेण अत्र अनुवृत्तिसहितसूत्रम् अवलोकयामः. धातोः परश्च तिंशत् प्रत्ययः सार्वधातुकम् अत्र अनुवृत्तिसहितसूत्रं यः अस्ति तत् धातोः अधिकारः अस्ति तत्र परश्च तदपि प्रत्ययः तत् तृतीय अध्यायः अस्ति तस्य अधिकारः अस्ति तिंशत् प्रत्ययः तिंशत् प्रत्ययः यः प्रत्ययः अश्चित् अस्ति अथवा तिङ् अस्ति तत् ते सर्वे सार्वधातुकं सन्ति. अतः सार्वधातुकत्वस्य कृते प्रथमो नियमः अयं यत् प्रत्ययः धातुतः विहितः स्यात् ये सर्वे सार्वधातुक प्रत्ययः ये सन्ति ते सर्वे धातुतः एव विहिताः सन्ति. यदि धातुतः विहितः नास्ति चेत् तत् सार्वधातुक आर्धधातुकत्वस्य प्रश्नः नैव उदेति. तत्र धातुतः विहितश्चेत् तिङ् चेत् सार्वधातुकम् इति निश्चितं. तिङ् प्रत्ययाः सन्ति तत् यथा धातुतः विहितश्चेत् ते सर्वे सार्वधातुकम् एव. परन्तु कृत् प्रत्ययः कृते कोऽपि निश्चयं नास्ति तत् सार्वधातुकं भवेत् कश्चित् अस्ति चेदेव सार्वधातुकः. कृत् यदि षित् षित् अस्ति तत् तथा एव कृत् प्रत्ययाः सार्वधातुकप्रत्ययाः सन्ति. यथा तत्र नवविधाः सन्ति शत्र शान चानस् शानन् खष् श एष् षद्यै षधैन् इति नवप्रत्ययाः ये सन्ति ते सर्वे षित् सन्ति तथा ते सार्वधातुकप्रत्ययाः कृत् प्रत्ययाः सन्ति. एषु द्वौ प्रसिद्धौ शत्रुशानच् एव प्रसिद्धप्रत्ययाः सन्ति कृत् षित् प्रत्यय मध्ये. परन्तु अन्ये अपि तत् भवन्ति अन्यसप्त प्रत्ययः अपि तत् सन्ति एव. अवशिष्टाः सर्वे ये कृत् प्रत्ययाः सन्ति ते सर्वे आर्धधातुकाः एव आर्धधातुकं शेषः इति सूत्रेण. यथा ये प्रत्ययाश्चित् न सन्ति कृत् प्रत्ययाश्चित् न सन्ति नव प्रत्यय यथा अत्र लिखितमस्ति तेन विहाय यत्किमपि प्रत्ययाः सन्ति ते अवशिष्टाः सर्वे आर्धधातुकाः आर्धधातुकं शेषः इति सूत्रेण ते सर्वे आर्धधातुकप्रत्ययाः सन्ति. उत्तमं महोदय. तावदेव अत्र तत्र मुख्यबिन्दुः एवं अस्ति यत् सार्वधातुकप्रत्ययाः धातुभ्यः विहितः प्रत्ययः तत्र एव यदा धातुभ्यः विहितः प्रत्ययः इति कृत्वा तिङ् प्रत्ययस्य सार्वधातुकः आर्धधातुकः इति विभजनद्वयं कृत् प्रत्ययस्य यदा षित्वात् एव सार्वधातुकम् अषित् अस्ति चेत् आर्धधातुकः इत्येव संज्ञा भवति. तद् एव तत्र मुख्यबिन्दुः. अस्माकं कृते इदानीं कृत् प्रत्ययः इत्युक्ते प्रसिद्धप्रत्ययद्वयं शत्रु शाणच् इति प्रथमं शत्रुविषये वयं पश्यामः. शाणच् विषये अत्र न दत्तम् इति प्रायः अग्रे तस्मिन् विषये पठामः. अग्रिमपरिच्छेदमपि पठतु महोदय. परिचयद्वयमपि अस्तु भगिनि. अस्य महत्त्वम् अस्माभिः परिशीलितं तिङ् प्रसङ्गे. प्रत्ययः सार्वधातुकः चेत् कर्तरि शप् इति सूत्रेण कर्तृ अर्थे धातु प्रत्ययोः मध्ये विकर्णप्रत्ययः विहितो भवति. अनेन दशानां धातुगणानां रूपभेदाः निष्पद्यन्ते. यत् यत् अस्माकं तिङ् प्रत्ययः कृते तत् पूर्वं पठितवन्तः यथा तत्र तिङ् प्रसङ्गे तत् किम् अस्ति तत् प्रत्ययः सार्वधातुकः अस्ति चेत् तत् कर्तृ शप् कर्तृ अर्थे तत् कर्तृ शप् सूत्रेण तत् शप् प्रत्ययः मध्ये धातो विकर्णप्रत्ययः धातोः अपि च प्रत्ययः मध्ये आगच्छति. तदनन्तरं तत् दशा धातुगणाः एतस्य धातुगणाः सन्ति तेषाम् आधारीकृत्य तत्र रूपभेदाः निष्पद्यन्ते. यथा तत्र विकर्णप्रत्ययः भिन्नभिन्नः सन्ति तत्कारणात् तत् धातुगणम् अनुसृत्य तत् रूपभेदाः अपि भवन्ति. कर्तरिशक् कर्तृ अस्ति सार्धधातुक प्रत्ययः परे अस्ति चेत् धातुतः शप् प्रत्ययः भवति. कर्तृ अर्थे यथा विवक्षा वक्तु विवक्षा अनुसारं तत्र कर्तृ अर्थे सार्धधातुक प्रत्ययः परे अस्ति चेत् तत् शप् प्रत्ययः भवति. अत्र कर्तृ अर्थे कर्तृप्रयोगे इति अवगम्यतां. तत् कर्तृप्रयोगे एव तत् तादृशी तत् कर्तृशपः तत्र आगच्छति. भावे कर्मणि च शप् प्रत्ययः न भीतः. तत् भाविप्रयोगः अपि च कर्मणि प्रयोगः यथा कुर्मश्चेत् तत्र कर्तृशप् न विहितः. अनुवृत्तिसहितसूत्रं कर्तृसार्वधातुके धातोः परश्च शप् प्रत्ययः. कर्तृसार्वधातुके धातोः परश्च अपि च प्रत्ययः त्रीणि सूत्राणि तेषाम् अधिकारः अस्ति अस्मिन् अनुवृत्तिसहितसूत्रे. तत्र शप् प्रत्ययः तत्र विहितः भवति कर्तरिशप् सूत्रेण. सम्यक्. कर्त्रार्थे सार्वधातुकप्रत्यये परे शप् विहितः भवति इत्येव सूत्रस्य अर्थः. विजया भगिनी. नमस्कारः भगिनि. प्रथमं भगिनि नमस्ते. तत्र पूर्वं प्रचितम् आसीत् खलु एतत् दातव परिचय प्रथमपरिचय प्रथम कृतप्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः इति करपत्रे वयं कुत्र स्मः इत्युक्ते तत्र एते सर्वप्रत्ययाः एतत् एव कुर्मः खलु भगिनि? आमां वयं कृतवन्तः. इदानीमेव कृतवन्तः भगिनि. अनन्तरं प्रकरणं प्रक्रिया च इति स्किप् स्किप् एतत् त्यक्तवन्तः वा? न, किमपि न त्यक्तवन्तः. कुत्र भगिनि, कुत्र अस्ति भवती? अष्टाध्यायः समदृष्टिः इति आगच्छति. अनन्तरं प्रकरणं प्रक्रिया इति आगच्छति. ओ, करपत्रस्य स्तरम्. एकनिमिषम् अहं पश्यामि. अस्तु, कुत्र अस्ति भवती? वयं तु कृतवन्तः किल प्रक्रिया, प्रत्ययः प्रक्रिया च समग्रदृष्टिः कृतवन्तः. 4.5 इति किल कृतवन्तः. न, पूर्वं कृतवन्तः इत्युक्ते आर्डर् मध्ये वयं न कृतवन्तः. प्रथमपाठः कृतवन्तः, अनन्तरं द्वितीयपाठः, अनन्तरं पञ्चमपाठः, अनन्तरं तृतीय, अनन्तरं चतुर्थ इति आर्डर् मध्ये न कृतवन्तः, परन्तु कृतवन्तः. अत्र एकः उदाहरणमस्ति खलु भगिनि, जि योगः लस् इति विवक्ष लस्य, अनन्तरं अलङ्क्यं कर्तरि शक्ति लचस्व प्रतिदे, एतत् सर्वं पूर्वं दृष्टवन्तः. अतः त्यक्तवन्तः वा अस्मिन् करपत्रे वा? अस्मिन् करपत्रे एव अस्ति एतत् सर्वं. 4.5 इति करपत्रे वा? करपत्रस्य नाम उपरि किम् अस्ति चेत् कृतप्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाः च इति आगच्छति करपत्रं. वयं कृतवन्तः एतत् क्रमेण एव कृतवन्तः. तत्र धातुभ्यः किङ्प्रत्ययाः कृतप्रत्ययाः इति द्वे सन्ति, सार्धधातुकाः आर्धधातुकाः. अनन्तरं तत्र कर्तृ अपि धातुगणभेदः एतत् सर्वं वयं कृतवन्तः. अनन्तरं कृत् नाम किम् एतत् समाप्तम्. अनन्तरं सः कुत्र कुर्मः चेत् तत्र एव स्मरणं भवति भगिनि ए इति भागः आगच्छतु भगिनि. इदानीम् ए इति भागः अस्ति किल कर्त्रार्थे सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदः इति बोल्ड् मध्ये अस्ति ए इति भागः. तस्मात् आरभ्य पठतु. ओ एतत् सर्वं वयं कृतवन्तः खलु भगिनि? न भगिनि, पूर्वं कृतवन्तः एकवारं, परन्तु पुनः स्मरणं भवति. कृतवन्तः अपि विस्मृतवन्तः अपि. अतः अहमपि विस्मृतवती, अतः एव पुनः. अस्तु भगिनि, कुत्र स्मः भगिनि? न ए इति आरभ्य पठतु भगिनि. अस्तु भगिनि, दशलकाराः कर्त्रार्थे कर्त्रार्थे सार्वधातुकानां कृत् प्रत्ययानाम् इति आरभ्य ए इति भागः. प्रथमं करपत्रं, करपत्रस्य नाम अस्ति कृत् प्रत्ययाः अपि सार्वधातुकाः आर्धधातुकाश्च 6.4.6 इति करपत्रम्, तस्मिन् ए इति भागः. कर्त्रार्थे सार्वधातुकानाम् इति आरभ्य प्राप्तं वा? पठतु. कर्तयति सार्वधातुकानां कृत् प्रत्ययानां कृदन्तानां दशानां धातुगणानां रूपभेदाः. तत्र यदा शत्रुप्रत्ययः शित् अतः सार्वधातुकः, सार्वधातुकः अस्ति कर्तृत्वे एव भवति शत्रुप्रत्ययः. कर्तरि शप् इति अनेन शबादयः विकरणप्रत्ययाः विहिताः, अतः अतः शत्रुन्तेषु दशानां धातुगणानां रूपभेदाः. तत्र शत्रुप्रत्ययः एव वयं पूर्वं नव इति भवान् पठितवान्, तत्र शत्रु एव वयं स्वीकुर्मः चेत् सार्वधातुकः षित् इति एव आगच्छति. कर्तृते एव शत्रुप्रत्ययः आगच्छति. अनन्तरं कर्तृषप् इति अनेन शब्दाय शबादयः विकरणप्रत्ययाः षित् इति परः आगच्छति. आम्, शत्रन्तेषु दशानां धातुगणानां रूपभेदाः, दशगणाः सन्ति तत्र, एतत् धातुगणानां रूपभेदाः लट् ऋट् लोट् लङ् इति रूपभेदाः सन्ति तत्र. शत्रु इति स्वीकुर्मः चेत् लट् लट् धातुगण तत्र लकारः एव पुनः लट् लोट् लङ् विधिलिङ्ग् लट् लोट् लङ् विधिलिङ्ग् एव सार्वधातुक शत्रुप्रत्यये उपयोगं कुर्मः. सम्यक्, इदानीं सम्यक् धन्यवादः. शत्रु अनुबन्धलोप अनुबन्धलोपे तत्र अत् इति अवशिष्यते. तत्र वादगणे वादौ पत् योगः अत् योगः कर्तृ शप् प्रयोगं कुर्मः चेत् तत्र पट् योगः शप् योगः अत् इति अनुबन्धलोपे, इत्युक्ते पट् योगः आ योगः अत् इत्युक्ते अतो गुणः, अतो गुणे एतत् सर्वं लोपानन्तरमेव अनुबन्धलोपानन्तरम् एव तत्र पट्योगः अत् वर्णमेलनेन पटत् इति प्रातिपदिकं पुंसि पदं पुंसि पुल्लिङ्गपदं पठन् स्त्रियं पठन्ति इति स्त्रियं पठन्ति इति आगच्छति. अनन्तरं नपुंसकलिङ्गे पठत् इति आगच्छति. सो त्रीणि रूपाणि तत्र वर्णमेलनेन कर्तरिषप् प्रयोगं कुर्मः चेत् तत्र पट् योगः आयोगः पट् इति आगच्छति. अनन्तरम् आ अदेङ्ग अङ्ग तत्र अङ्गकार्यम् आगच्छति. अङ्गकार्यम् अनन्तरम् अतो गुणे तस्य आक्चुलि तत्र अपवादः अस्ति खलु भगिनि, अतो गुणः अतो गुणे इति कस्य अपवादः भगिनि? न न वदतु भगिनि. अस्ति इति गुणः तत्र आ ए ओ इति आगच्छति. अनन्तरम् अन्यसूत्रस्य प्रसक्तिः अस्ति वा? अन्य किमपि सूत्रम् अत्र कार्यं करोति वा? सवर्णदीर्घसन्धिः अपवादः अस्ति अत्र. सवर्णदीर्घसन्धिः भवति योग अकाराकार. सम्यक्, चिन्तनं सम्यक्. तस्य अपवादरूपेण अन्यत् अन्य किमपि सूत्रम् अस्ति. अथगुणे इति वृद्धिः भवति. गुण गुणस्य अ ए अस्ति चेत् ऐ भवति, अतः गुण भवति. अतः वृद्धिरेचि इत्यस्य अपवादः अपि भवति. सम्यक्, वृद्धिरेचि अपि भवितुम् अर्हति, अकः सवर्णे दीर्घः अपि भवितुम् अर्हति. परन्तु अतो गुणे इति सूत्रेण पूर्वपरयोः परारूप रूपम् एकादेशः, पर पूर्वपरयोः स्थाने पररूपम् एकादेशः भवति इति अपवादरूपेण अत्र आगच्छति. अस्तु, तद् सूत्रं वयं पठामः. परन्तु भगिनी प्रथमम् एतद् वदतु, पट् योगः अक् इति स्थितिः, किमर्थं कर्तरीषप् अत्र आगच्छति? अक् कीदृशप्रत्ययः? न, अक् इति कीदृशप्रयत् प्रत्ययः? तत्र अकारस्य लोपः तत् अनुबन्धलोपेन तत्र आ एव तिष्ठति खलु भगिनि. शप् इति प्रयोगं कुर्मः चेत् तत्र आ एव तिष्ठति. न न न, तस्मात् एव पूर्वम् अहं पृच्छामि. एकनिमिषं भगिनि. प्रथमं पट् योगः अत् इति अस्ति, भुवादौ पट् योगः अत् इति इदानीम् अस्ति. अत् इति वयं जानीमः शत्रुप्रत्ययः, तस्य शकारस्य इत्संज्ञा भवति, ऋकारस्य अपि इत्संज्ञा भूत्वा अत् इति अवशिष्यते. पट् योगः अत् इति स्थितिः. किमर्थम् अत्र कर्तरीषप् कार्यं करोति? अत् इति कीदृशप्रत्ययः? भवत्या इदानीमेव उक्तवती खलु अत् इति शत्रुपदमिति. शत्रान्तकार्यं तत्र करणीयं खलु, अतः एव अत् इति आगच्छति. पठत् प्रथम नपुंसकलिङ्गं पठत् इति आगच्छति, अतः तत्र अत् इति आगच्छति. अनन्तरं परन्तु अतः पुनः वदतु महोदय. किं षित् अस्ति सार्वत्रिकप्रत्यय कृत्पत्ये द्विविधा अस्ति. एतत् षित् अषित्, षित् अस्ति चेत् सार्धात्मक अस्ति, अषित् चेत् अर्धात्मक अस्ति. अतः शत्र अस्ति, षित् अस्ति, अतः सार्धात्मकं. कत्र अस्ति शक् भवति. विकरणप्रत्यय धातुगणनिमित्तीकृते विकरणप्रत्यय आयाति अत्र. अवगतं वा भगिनि? अस्तु, एकवारं पुनः महोदय पुनः एकवारं किञ्चित् शनैः वदतु. वयं पूर्वं पठितवन्तः, अतः अत्र धातुव्यवहितः द्विविधा अस्ति, तिङ् अस्ति, कृत् अस्ति. कृत् मध्ये द्विविधा अस्ति. यदि षित् अस्ति चेत्, षित् कृत्पत्यः अस्ति चेत् ते सार्वत्रिककृत्पत्यः इति वयं स्वीकुर्मः अशित् अस्ति चेत् आर्धातुकः अस्ति, यदि शित् शित् सार्धातुक सार्धातुक अकृत्पत्तिः अस्ति चेत् कर्तरिषप् इत्यस्य प्रसक्तिः भवति, अतः धातुगणनिमित्तीकृत्य विकरणप्रत्ययाः आयाति, यथा कर्तरिषप् इति कर्तरिषप् इति सोरि कर्तरिषप् इत्यस्य प्रसक्तिः भवति, विकरणप्रत्ययः आगच्छति अत्र. सम्यक् भगिनि. अनन्तरं तत्र पुनः वदतु भगिनि एकवारं क्षम्यतां, भवती अवगतवती वा इति अहं न जाने, अतः कृपया पुनः वदतु. तत्र कर्तरि नकृत् प्रत्यये शित् अस्ति चेत् एतत् सार्वधातुकप्रयोगं कुर्मः, अनन्तरम् अपि अस्ति चेत् आर्धधातुकप्रयोगं पूर्वमेव वरं प्रथम करपत्रे प्रथम पत्रे वयं एतत् दृष्टवन्तः खलु भगिनि, एतदेव तत्र चित्रमस्ति किल अशित् चित्रमस्ति किल, चित्रम् एकवारं पश्यतु, तत्र कृत् इति प्रत्ययः षित् अस्ति चेत् चकारस्य इत्संज्ञा इत्युक्ते षित्, अतः तत्र कर्तरीषप् इत्यस्य प्रसक्तिः भवति. शत्रु इति शत्रुप्रत्ययः षित् अस्ति, कथं जानीमः, शकारस्य इत्संज्ञा भवति अत्र लशक्वतद्दिते इति सूत्रेण, शकारस्य इत्संज्ञा भवति चेत् तस्य नाम षित् अस्तु, अतः तत्र कर्तरीषप् इत्यस्य प्रसक्तिः अस्ति. अवगतं वा? अस्तु भगिनि. अवगतं वा? पुनः वदनीयं चेत् मम किमपि क्लेशः नास्ति. सम्यक् सम्यक्. किमर्थं पुनः पुनः पृच्छामि इत्युक्ते, बहु मुख्यबिन्दुः अस्ति कर्तरीषप्, तस्य आधारेण एव सार्व तिङन्तप्रक्रिया पूर्णतया भवति, अतः प्रथमस्तरे एव यदा प्रश्नः अस्ति चेत् सम्यक् एव पृच्छतु, प्रश्नः अस्ति अहं न अवगच्छामि अहं वदामि, तस्य स्पष्टता भवेत् प्रथममेव, अतः एव अस्तु. इदानीं वदतु भगिनि. तत्र पट्टि इति धातुः अस्ति, अनन्तरम् आ इति अकारः आगच्छति, अति इति तत्र गुणवर्णः आ ए ओ इति रूपं भवति, रूपं स्वीकुर्मः चेत् तत्र अतो गुणे तत्र भवान् उक्तवान् तत्र सवर्णदीर्घः अनन्तरं वृद्धिसन्धिः एतत् सूत्राणि तत्र अपवादक एव तत्र इत्युक्ते पट्टियोगः अस्ति इत्युक्ते तत्र वर्णमेलनेन पठत् इति नपुंसकलिङ्गं रूपं स्वीकृतं प्रातिपदिकरूपं पठत् इति, अनन्तरं पुल्लिङ्गपदं पठन् इति आगच्छति, स्त्रीलिङ्गपदे पठन्ति इति दीर्घ प्रातिपदिकरूपेण आगच्छति. पठत् इति प्रातिपदिकमेव, तस्य एव रूपपरिवर्तनं भवति पुंसि स्त्रियां, परन्तु नपुंसकलिङ्गे तावदेव तिष्ठति, तावदेव तत्र पठत् इति प्रातिपदिकम् अस्तु. अस्तु, अदादौ अपि एकवारं पठतु भगिनि, अदादौ किं भवति इति वदतु. अदादौ अस्तु इत्युक्ते कर्तरि शप् वच् योगः शप् योगः अप् अधि अधिप्रभृतिभ्यः शपः इति द्वितीय अध्याये चतुर्थपादे द्विसप्ततिः इति द्विसप्ततम इति सूत्रेण इत्यनेन शपः लुक् भवति, अनन्तरं वच् योगः अप् इति रूपेण तत्र वटक् इति प्रातिपदिकं स्वीकुर्मः. अत्र अनन्तरं वचत् इति नपुंसकलिङ्गरूपं भवति, अनन्तरं वचन् इति पुल्लिङ्गरूपं भवति, अनन्तरं वचन्ति इति स्त्रीलिङ्गरूपं भवति. अधिप्रभृतिभ्यः इति शप् शपः इत्युक्ते तत्र लुक् एव लुक् एव तत्र शपः इत्यनेन शपः लुक् लोपः भवति. तावदेव तत्र भगिनि रूपं वर्णमेलनेन तत्र त्रीणि लिङ्गम् आगच्छति तत्र. सम्यक्. अत्र अत्रापि कर्तरीषप् इत्यस्य प्रसक्तिः प्रथमं तद् प्रभाद्य कर्तरीषप् सर्वत्र आगच्छति. कस्मिन्नपि गणे प्रथमं कर्तरीषप् एव आगच्छति. तत् प्रभाद्य तस्मिन् गणे गणे किं किं प्रत्यय विकरणप्रत्ययः तद् प्रभाद्य आगच्छति. अत्र अदादिगणीयधातुः इति कृत्वा अधिप्रभृतिभ्यः शपः इति सूत्रेण शप् इति विकरणप्रत्ययस्य लोपः भवति. अतः वच् योगः शप् तु इदानीं लोपः भूत्वा शप् योगः अत्. इदानीं तत्र वर्णमेलनमेव, तत्र तु किमपि कार्यं किमपि नास्ति. अस्मिन् सन्दर्भे किमपि कार्यं नास्ति, अतः वचत् इति रूपम् आगच्छति. सम्यक् भगिनी, धन्यवादः. श्रीवल्ली भगिनी अद्य कथमस्ति, पठितुं शक्नोति वा भगिनी? अरुणा भगिनी भवती पठितुं शक्नोति वा? प्रयत्नं करोमि. आम् आं पठतु भगिनि. जुहात्यादौ दा योगः अत् अत्तरि शप् दा योगः शप् योगः अत् जुहोत्यादिभ्यः स्लुः इत्यनेन शपः स्लु लोपः भवति. ददत् न अभ्यासात् चतुः इत्यनेन अभ्यस्तसञ्ज्ञकात् शत्रुप्रत्ययस्य नुम् आगमो आगमः न भवति. अवगच्छति चेत् वदतु भगिनि. जुहोत्यादिगणे कर्तरि शप् आगच्छति, परन्तु जुहोत्यादिभ्यः स्लुः सूत्रेण शप् लोपः भवति. द्वित्वमपि भवति, दा ददत् इति भवति प्रातिपदिकं पुंलिङ्गशब्दे, स्त्रीलिङ्गशब्दे ददति इति भवति. अहं न अवलोक्यामि, न अभ्यासचतुः सूत्रं न जानामि. आम्, तत् प्रथमवारम् इदानीमेव आगच्छति. अभ्यस्ताच्चतुः इति सूत्रं तत्र किं भवति इत्युक्ते, यत्र यत्र अभ्यस्तसंज्ञा, अभ्यस्तसंज्ञा इत्युक्ते यत्र द्वित्वं भवति तस्य नाम, तस्य संज्ञा, तस्य नामकरणम् अभ्यस्तम् इति भवति. तत् जुहोत्यादिगणे, जुहोत्यादिगणे विशेषकार्यमस्ति. यत्र श्लु इति वदामः चेत् श्लु सूचयति तत्र द्वित्वं भवतु इति. शपः लोपः भवति, अनन्तरं द्वित्वमपि भवति, दधा इति भवति. तत्र तस्मिन् समये यत्र द्वित्वं भवति, शत्रुप्रत्ययः परः अस्ति चेत् तत्र नुम् आगमः न भवति. जुहोत्यादिगणे नुम् आगमः न भवति इति सूत्रं वदति. अभ्यस्त अङ्गस्य उत्तरस्य तस्मिन् परे शत्रुप्रत्ययः अस्ति चेत् तत्र नुम् आगमः न भवति. एतत् प्रातिपदिकस्तरे एव नुम् आगमः न भवति. अनन्तरं यदा वयं सुबन्तपदं निर्मामः तत्र नुम् आगच्छति भिन्नसूत्रेण. परन्तु यदा वयं प्रातिपदिकं निर्मामः तत्र जुहोत्यादिगणे अभ्यस्तसंज्ञा इति कारणात् तत्र नुम् आगमः न भवति शत्रुप्रत्यये परे. तदपि बहु मुख्यमस्ति, विशेषसूत्रमस्ति. अस्तु, धन्यवादः भगिनि, सम्यक् एव उक्तवती. तत्र यदा वयं पुनः पश्यामः चेत् भुवादौ रूपमस्ति, प्रातिपदिकमस्ति पठत्, अदादौ वचत्, जुहोत्यादिगणे ददत् इति रूपाणि, प्रातिपदिकरूपाणि सन्ति. धातुगणम् अनुसृत्य इदानीं पर्यन्तं वयं रूपभेदः न दृष्टवन्तः. यतोपि प्रथमभुवादिगणे अतो गुणे इति कारणेन पूर्वपरयोः स्थाने पररूपादेशः भवति, एकः पररूपादेशः भवति. अदादौ जुहोत्यादौ तु शपः लोपः भवति, तत्रापि किमपि कार्यं नास्ति. अतः तत्र भुवादौ अदादौ जुहोत्यादौ वयं धातुगणम् अनुसृत्य रूपभेदः न दृष्टवन्तः, परन्तु अग्रे यदा पश्यामः तत्र रूपभेदः आगच्छति. अतः किञ्चित् अवलोकयतु कुत्र कुत्र भेदः अस्ति इति. रघुपति महोदय. स्वादौ स्वादौ स्वादिगणीय अस्ति, आप् धातु द्विवादौ अस्तु अस्तु द्विवादौ द्विवादिगणे अस्ति, नश् धातु अस्ति अत्र, शप् शत्रुप्रत्ययविहित नश् योग अत् लुप् संज्ञकानन्तरम् अत् एव अवशिष्यते. षित् अस्ति कत्प्रत्यय, अतः सार्धाधिकम् अस्ति, अतः कर्तरिषप् इत्यस्य प्रसक्तिः भवति. दश् योग शप् योग अत् भवति. इदानीं शप् प्रबाद्य कर्तरिषप् प्रबाद्य दिवादित्यश्यन् इति सूत्रस्य प्रसक्तिः भवति. अतः नश् योगः श्यन् योगः अत् अनुबन्धलोपे नश् योगः या योगः अत् अस्ति, नश्य योग अत् अस्ति. इदानीम् अकार अकार अस्ति, अतो गुणे इति सूत्रेण पररूप एकादेशः भवति. नश् नश्यत् इति नश्यत् इति अन्तिमरूपं, पुल्लिङ्गे नश्यन् स्त्रीलिङ्गे नश्यन्ति इति रूपं भवति. सम्यक्. अग्रिममपि करोतु. स्वादिगणे अपि इदानीं स्वादिगणे आप् इति धातुः अस्ति, आप् योग शत्र निष्कासनानन्तरम् इत्संज्ञकानन्तरम् आप् योग अत् योगः अत् अत्रापि कृत्प्रत्ययः अस्ति, शत्र सार्वधातुकप्रत्ययः अस्ति, अतः कर्तरिषप् कर्तरिषप् प्रथमं भवति, आप् योग शप् योग अत्. इदानीं शप् शप्स्थस्थाने स्वादिभ्यः स्नु इत्यनेन स्नु प्रत्ययः आगच्छति, अतः आप् आप् योग स्नु योगः अत् अनुबन्धलोपे आप् योग नु एव शकारस्य लोपः भवति, नु योग अत् आप् नु अत् अस्ति. इदानीं आप् नु उ आ अस्ति, उ आप् नु आप्नुवत् इति भवति, एणसन्धि भवति. तत्र किञ्चित् भिन्नकार्याणि सन्ति, यण्सन्धि न भवति, विशेषसूत्राणि सन्ति. उवङ् इति आदेशः भवति, उवङ् प्रायः अस्मिन्नेव करपत्रे अग्रे अस्ति इति चिन्तयामि, उवङ् आदेशः इति सूत्रं, परन्तु तत्र उवङ् इति आदेशः भवति. अस्तु, इदानीं वदतु महोदय, द्विवादौ सुवादौ भेदः कः, रूपभेदः कः? हा, द्विवादौ इति अत्र यकार अस्ति, यकार विकरणप्रत्यय या अस्ति, अतः नश्यत् इति भवति. सुवादौ अपि इदानीं आप् आप् योग आप्नुवत् इति श्नु अस्ति, नु विकरणप्रत्यय नु अस्ति, अतः रूपभेदः भवति, आप्नुवत् इति भवति. रूपभेदः तु अस्ति एव किल, विकरणप्रत्ययस्य कारणेन अत्र. सम्यक्. अस्तु राजेन्द्रमहोदय आं भगिनि तदाधौ लिक् योग अत् कर्तरि शप् लिक् योग शप् योग अत् तदादिभ्यः शः इत्यनेन शपं प्रभाति श लिक् योग श योग अत् अनुबन्धलोपे लिक् योग अ योग अत् अतो गुणे लिक् योग अत् वर्णमेले लिखत् लिखन् लिखन्ति पुल्लिङ्गरूपं स्त्रीलिङ्गरूपं लिखन्ति अत्र तुदादिगणे किम् अस्ति अत्र यथा लिख् धातोः तुदादिगणि धातुः स्वीकुर्मश्चेत् तत् लिख् योग अत् अत् शत्रु प्रत्ययात् तत् शकारस्य लोप ऋकारस्य लोपः भूत्वा तत् अत् एव अवशिष्यते लिख् योग अत् अत्र अत् यथा षित् प्रत्ययः अस्ति आसीत् तत्कारणात् तत् कर्तरि शप् तस्य सूत्रस्य प्रसक्तिः अस्ति अपि च तथा लिख् योग शप् योग अत् इदानीं शपं प्रपाद्य तुदादिभ्यः शः यथा गणि यः विकर्णप्रत्ययः अस्ति शः आगच्छति तत् तत्कारणात् तत् लिख् योग श योग अत् अत्र शकारस्य लोपः भवति लशकु तदुते सूत्रेण तद् अकारः एव अवशिष्यते तत् अनुबन्धलोप अनन्तरं लिख् योग अ योग अत् अत् अत्रापि अतो गुणे तत्र पररूप पररूप आदेशः भवति अत्र पररूपः अपि अकारः आसीत् तत्कारणात् तत् लिख् योग अत् अत् अपि च वर्णमेल मेलनं भूत्वा तत् लिखत् लिखत् पुल्लिङ्गरूपं लिखन् स्त्रीलिङ्गरूपं लिखन्ति भवति अत्र वदतु महोदय किमर्थं तत्र गुणः न भवति इति किं भगिनि तत्र तुदादिगणे लिक् इति धातुः अस्ति तत्र किमर्थं गुणः न भवति भगिनि किमर्थं न भवति अत्र विकर्णप्रत्ययः श अस्ति शित् अस्ति परन्तु पित् नास्ति तत्कारणात् तत् अपित्वात् तत् गुणनिषेधः भवति कितिनिति सार्वधातुकम् अपि तत् सूत्रेण तत् कितिनिति अध्यारोप्यते तत्कारणात् तत् गुणः न भवति लिख् एव अवशिष्यते तत् सम्यक् तदेव अपित्वात् गुणः न भवति अग्रिममपि पठतु महोदय रुदादौ भिद् भिद् योग अत् रुदादिगणि तत्र भिद् धातुः अस्ति तदपि शत्रु तत् अत् अवशिष्यते तत् अत् आगच्छति तत् शित् अस्ति चेत् तत् कर्तरि शप् सूत्रस्य प्रसक्तिः अस्ति भिद् योग शप् योग अत् इदानीं तु शपं शप् प्रभाति तत् घनम् अनुसृत्य अनुसृत्य विकर्णप्रत्ययः आगच्छति रुदादिभ्यः शणं सूत्रेण तत् शनं तत् शनं इति कारणात् तत्र विद् योग शनं योग अत् तत् अनुबन्धलोप अनन्तरं तत् शकारस्य मकारस्य लोपः भूत्वा तत्र विद् योग न योग अत् अत्र वयं पूर्वं पश्यतवन्तः मिदचो अन्त्यात् परः तत्र मित् अस्ति शनं नकारः मित् अस्ति तत्कारणात् तत्र यः धातोः यः अन्तिम धातोः अन्तिम यः अचवर्णः अस्ति तदनन्तरं नकारस्य नकारः आगच्छति तत् भिनद् भिनद् भिनद् भिन् भिनद् योगात् तत् अन्यत् कार्याणि अपि भवन्ति तत् अन्ततो गत्वा तत् भिन्द् भवति भिन्द् योगात् अत्र वर्णमेलं भूत्वा बिन्दत बिन्दत बिन्दत बिन्दन् बिन्दन् पुल्लिङ्गे बिन्द बिन्दति स्त्रीलिङ्गे स्त्रीलिङ्गरूपं भवति अत्र तत्र रुदादिगणे विशेषः कः इति एकवारं वदतु महोदय रुदादिगणे किम् अस्ति तत्र विकर्णप्रत्ययः धातोः मध्ये आगच्छति यथा तत् नुम् मका मित् अस्ति शनं मकारः अस्ति यः इति भवति तत् कारणात् तत् मित् अस्ति तत् तत् कारणात् सूत्रेण तत् यः अन्ते यः मध्ये यः अन्तिम अच्वर्णः आसीत् अत्र बकारस्य पूर्ववर्ती बकारानन्तरम् इकारः यः अस्ति तदनन्तरं नकारः नकारः विकरणं प्रति आगच्छति भिनद् भवति भिनद् योगात् सम्यक् बिन्द् योगः अत् आं सम्यक् तत्र रुदादिभ्यः श्नम् इति तत्र श्नम् इति विकर्णप्रत्ययस्य विशेषतः तद् यदा महोदय उक्तवान् अन्त्यात् अचः परः आगच्छति अतः तद् धातोः मध्ये एव विकर्णप्रत्ययः आगच्छति इति रुदादिगणस्य विशेषणमस्ति. आं प्रश्नः अस्ति वा भगिनी? अत्र अत्र नकारस्य अकार कथं लोपः भवति अत्र? तत्र भिन्नसूत्रमस्ति, कार्याणि तद् भवन्ति यत् कारणात् तत् एकं श्लोक सूत्रमस्ति श्नानन् लोपः तत् श्नोसरलोपः तत् कारणात् अकारस्य लोपः भवति तत् कारणात् अकारस्य यथा नकारः आगच्छति सर्वं तु नकारः अकारः आगत्य तत् मध्ये आगच्छति तत् अनन्तरं शिनासौरलोपः तत् नकारस्य उत्तरवर्ती अकारस्य लोपः भवति तत् बिन्द् भवति बिन्द् पूर्वम् आसीत् इदानीं बिन्द् भवति. अन्यकार्याणि सन्ति आम् तत्र वयं पश्यामः अग्रे द्रक्ष्यामः कथम् आगच्छति इति तदेव कार्यमत्र. सम्यक् महोदय. आम् विजया भगिनि आं भगिनि आं पठतु भगिनि तनादिगणे किं भवति? तनादौ कृ तत्रैव खलु भगिनि? आम् तनादौ आं भगिनि योगः अत् कर्तरि इत्युक्ते कर्तरि शप् तत्र आगच्छति कृ इति धातोः शप् प्रत्ययः अनन्तरम् अति इति तनादि तनादि कृन्त्यः युः इत्यनेन शपं प्रपाद्य तत्र उ एव तिष्ठति अनन्त इत्युक्ते कृ योगः उ योगः अत् तत्र वर्णमेलनेन कुर्वत् इति आगच्छति. तत्र तनादौ उ एव विकर्णप्रत्ययम् उ एव तत्र तिष्ठति अनन्तरं तत्र कृ इति धातोः शप् इति प्रत्ययस्य अकारः एव शकारस्य लसक् वर्तते इति सूत्रेण तत्र शकारस्य लोपः भवति पकारस्य हलन्त्यं तस्य लोपः इति सूत्रेण पकारस्य लोपः भवति आ एव तिष्ठति परन्तु तत्र तुदादिभ्यः विकर्णप्रत्ययं मू एव तिष्ठति तत्र कुरु योगः उ तत्र अर् इति गुणसन्धिः भूत्वा गुणं भूत्वा कुर्वत् कुर् इति आगच्छति अनन्तरम् उकारस्य स्थाने वकारः आगच्छति अत् इति वर्णमेलनेन कुर्वत् इति नपुंसकलिङ्गम् आगच्छति अनन्तरं कुर्वन् इति पुल्लिङ्गपदं कुर्वति इति स्त्रीलिङ्गपदं स्त्रीषु लिङ्गेषु तत्र वर्णमेलनेन रूपं भवति. अस्तु तत्र उ इति यद्विकरणप्रत्ययः अस्ति तद् कीदृशप्रत्ययः तिङ् अस्ति वा षित् अस्ति वा? उ इति तिङ् प्रत्ययः वा? तिङ् अस्ति वा तत्र क्षम्यतां न न एकनिमिषं महोदय आम् आम् किञ्चित् महो भगिनी तत्र यदा वयम् उ इति स्वीकुर्मः प्रत्ययः विकरणप्रत्ययः उ इति अस्ति तद् प्रत्ययः तिङ् अस्ति वा अनन्तरम् अन्तिमवर्णः एव न न अस्ति खलु अस्तु तिङ् नास्ति अग्रिमवर्णः एव अस्तु सम्यक् इदानीं षित् अस्ति वा षकारस्य इत्संज्ञा भवति वा अत्र षकारः अस्ति वा प्रथमं तत्र षित् अपि नास्ति खलु भगिनि सम्यक् उत्तमं षित् अपि नास्ति अतः कीदृशप्रत्ययः सार्वधातुकः वा आर्धधातुकः वा एतत् शत्रु सर्वतः ऊ एव न शत्रु नास्ति अहं शत्रुविषये न पृच्छामि उ इति विकरणप्रत्ययः यद् वयम् इदानीं स्वीकुर्मः तनादिगणे उ इति विकरणप्रत्ययः तिङ् नास्ति षित् अपि नास्ति सार्वधातुकप्रत्ययस्य लक्षणं किम् तिङ्क्षित् सार्वधातुकं सम्यक् इदानीं तिङ् अपि नास्ति षित् अपि नास्ति भवती एव उक्तवती उ इति प्रत्ययः इदानीं कीदृशप्रत्ययः सार्वधातुकः वा आर्धधातुकः वा आर्धधातुकः सम्यक् तिङ् नास्ति षित् नास्ति तिङ् भिन्न षित् भिन्नप्रत्ययः आर्धधातुकप्रत्ययः सम्यक् कृ योगः उ इति स्थितौ कथं कुर्वत् इति रूपम् आगच्छति कृ कथं कृ कुर् इति भवति तत्र गुण अर् इति आगच्छति खलु भगिनि सम्यक् उत्तमम् अर् इति आगच्छति आम् गुणः किमर्थं भवति पुगन्तलघुपदस्य उपदायां तु किमपि नास्ति किल भगिनि सम्यक् न उपादायं किमपि नास्ति कृ एव धातुः तत्र किमर्थं गुणः भवति तावदेव प्रश्नः किमपि नास्ति अन्यत् किमर्थं तत्र गुणः भवति सार्वधातुकप्रत्ययः नास्ति आर्धधातुकः इति भवती उक्तवती सम्यक् कुत्र कुत्र गुणः भवति पुनः भिन्नरीत्या प्रश्नं पृच्छामि इदानीं गुणः कुत्र कुत्र भवति इति वर्णः आगच्छति चेत् तत्र गुणः भूत्वा गुणसन्धिः आद्गुणः इति आगच्छति तत्र सन्धिकार्यं किमपि नास्ति भगिनि गुणः भवति गुणसन्धि नास्ति गुणः भवति किमर्थं गुणः भवति अथवा केन सम्यक् ह्रस्व ऋकारः अस्ति ऋकारः अस्ति चेत् गुणः भवति केन सूत्रेण परिचितसूत्रम् परिचितसूत्रमेव अन्य महोदय पुनः वदतु सूत्रं किं पुगन्तलघुपदस्य न तत्र उपादायं किमपि नास्ति धातुः कृ एव महोदय पुनः निमित्तम् अपि वदतु, सूत्रम् अपि वदतु. ऊ अस्ति आर्धातुकप्रत्ययः अस्ति, अतः आर्धातुक सार्धातुक आर्धातुकयोः इति सूत्रेण गुणः भवति, गुणः भवति इक् इक् वर्णस्य. अतः रकार अस्ति, इक् वर्णः रकार अस्ति, ऋकारः तत् सम्यक्. कुत्र अस्ति, कुत्र ऋकारः अस्ति, अन्ते कृ अस्ति, ककार ऋकारः अस्ति, अतः कृयोग ऋ, अतः अनन्तरम् उ अस्ति. अतः सार्वधातुक आर्धधातुकयोः इति सूत्रस्य प्रसक्तिः कुत्र कुत्र भवति? इक् इक् वर्ण यथा पर पूर्वम् इक् वर्णः अस्ति चेत् इक् वर्णः कुत्र सम्यक् कुत्र भवेत् इक् वर्णः? वदतु भगिनी, वदतु अरुणा भगिनी, कुत्र ऋकारः भवेत्, कुत्र इक् वर्णः? अङ्गस्य अन्ते, धातोः अन्ते, धातोः अन्ते इक् वर्णः अस्ति चेत् तत्र गुणः भवति. तावदेव सार्वधातुक आर्धधातुकप्रत्यये परे. इदानीं तनादि गणे उकारः इति आर्धधातुकप्रत्ययः अस्ति, तत्रापि अस्य सूत्रस्य प्रसक्तिः अस्ति इति कारणेन तत्र गुणः भवति. कृ इदानीं कर् इति भवति, अनन्तरं कार्याणि कर्योगः. अत् इदानीं यदा भवती उक्तवती तत्र एचोयवायावः इति सूत्रेण कुर्वत् इति आगच्छति, परन्तु तत्र गुणः भवति, अवश्यं भवति. किमर्थम् इत्युक्ते सार्वधातुक अर्धधातुकयोः इति सूत्रस्य प्रसक्तिः अत्रापि अस्ति, तद् वैशिष्ट्यमस्ति अस्य गणस्य. तद् यदा अग्रे वयं विस्तृतरूपेण पठामः, परन्तु मनसि भवेत् तत्र गुणकार्यस्य प्रसक्तिः अस्ति. पुगन्तलघुपदस्य च कुत्र कार्यं करोति इत्युक्ते उपधायां लघु इक् वर्णः अस्ति चेदेव तस्य कार्यं. सार्वधातुक अर्धधातुकयोः धातोः अन्ते इक् वर्णः, तद् उपधायां लघु इक् वर्णः, सार्वधातुक अर्धधातुकयोः इक् वर्णः लघु भवेत् वा दीर्घः भवेत् वा. अस्ति, अस्तु, अवगतं किल? अत्र कार्यं करोति वा? आं किल भगिनि, कर् आगच्छति, अनन्तरं किमस्ति अत् इति अस्ति, उरण्ड्रपरः सर्वदा यत् आं सर्व उर् इति भवति. आं क्षम्यताम्, उर् इति भवति सर्वदा यद् रपरः अण् इति आदेशः भवति तद् रपरः एव भवति. अर् इर् उर् इत्येव भवति, उर् इति आगच्छति. आम् अर् नास्ति, क्षम्यताम्, उर् इति आगच्छति. कृ स्थाने उर् कु इर् योगः अत् कुर्वत् इति भवति. तत्रापि प्रायः आदेशः किमपि मध्ये अस्ति. भगिनि मम प्रश्नः कुर्वत् इति पदं मध्ये यचो एव यवः कार्यं करोति वा, मम प्रश्नः अस्ति भगिनि. येचो यवायावः इत्यस्य कार्यम् अत्र नास्ति. किमर्थम् इत्युक्ते कृ स्थाने कुर् इति इदानीम् आगच्छति, कुर् योगः अब् इति इदानीं स्थितिः. तत्र यदा वयं तत्र किमपि अन्यत् सूत्रेण भवति वा अस्ति केवलम्. आम् उर् रपरः अस्ति, कुर् योगः ऊ योगः अत् इति इदानीं स्थितिः. अनन्तरम् उकार अकारयोः तत्र गुणः भवति. तत्र ऊ स्थाने वा आगच्छति भगिनि, तावदेव. आम् तत्र अस्माकं सन्धिसूत्राणि सन्धिसूत्राणि एव कार्यं करोति, कुर्वत् इति आगच्छति. आम् आम् अवगतम्, अस्तु सम्यक्. आं भगिनी इदानीं क्रयादौ अपि करोतु. आं क्रयादौ अहमेव. आम् आम् आम् आम् आम् आम् तत्र क्रयादौ इति नवमगणे क्रि योगः अत् यो इत्युक्ते कर्तरि शप् प्रयोगं कुर्मः चेत् क्रि योगः शप् योगः अत् इत्युक्ते क्रयादिभ्यः श्ना इति अनेन द्वितीय तृतीय अध्याये प्रथमपादे सप्तनवतिः इति सूत्रेण शपं प्रपाद्य श्ना इत्युक्ते क्रि योगः श्ना योगः अत् अनुबन्धलोपः आगच्छति. अत्र अनुबन्धलोपेन तत्र क्रि योगः ना एव योगः अत् क्रीणत् इति वर्ण मूर्धन्यनकारः परिवर्तनम् अभवत्, वर्णमेलनेन क्रीणत् इति आगच्छति. क्रीणत् इति नपुंसकलिङ्गपदं स्वीकृतं तत्र. क्रीणन् इति पुल्लिङ्गपदं. भगिनी तत्र क्रीणापि एव खलु भगिनी, क्रीणति इति अस्ति. क्रीणाति इति क्रियापदं वदति भगिनि, क्रीणति इति शत्रन्तरूपं. तत्र मुद्रणदोषः अस्ति वा? स्त्रीलिङ्गं क्रीणति इत्येव चिन्तयामि अहं, दृष्ट्वा वदामि. इदानीं मम पार्श्वे पुस्तकं नास्ति, अहं दृष्ट्वा वदामि. क्रीणाति इति अस्माकं क्रियापदं, क्रीणाति टु बै इति, तद् भिन्नं तद्भिन्नम् एतद् प्रायः. अस्तु, अत्र वयं यद् कुर् धातुः कृ धातुः दृष्टवन्तः, ऊ योगः अत् इति स्थितौ सन्धिः किम् इति वदति वा? उकारस्य स्थाने वकारः, सूत्रमपि वयं जानीमः एव, परिचितसूत्रमेव. सम्यक्, मम स्मरणे इदानीमेव आगतम् अतः एव अहं पृष्टवती. उत्तमम्, अस्तु सम्यक्. इदानीं वदतु भगिनि, क्षम्यतां, क्रयादौ किं भवति इति. क्रयादौ तत्र स्त्री इति धातुरूपम्, अनन्तरं शप् इति आ एव तत्र तिष्ठति, अनन्तरम् अति इति प्रयोगेन सकारस्य रूपं भवति. स्वीकुर्मः चेत् तत्र क्री न इति क्रियादिगणे श्ना इति विकरणप्रत्ययं, तत्र न एव सकारस्य लोपः भवति, अनन्तरं मूलरूपं न एव भवति. तत्र तत्र नो नः इति सूत्रेण तत्र नकारस्य स्थाने मूर्धन्यनकारः परिवर्तनम् अभवत्, अनन्तरम् अति प्रयोगं कुर्मः रसाभ्यामपि नास्ति. राजेन्द्रमहोदय, नो नोनः नास्ति भगिनी, नोनः यदा उपदेश अवस्थायां नकारः धातोः आदिमवर्णः अस्ति चेत् तत्र नकारः भवति इति. एतत्तु णत्वविषयः किल, णत्वम्. आम् राजेन्द्रमहोदय, तत्र निमित्तमपि वदतु महोदय, केन कारणेन णत्वं भवति अत्र? अत्र भगिनि ऋकारः ऋकारः रेफा अस्ति, तत्र मध्ये नकारः नकारपूर्वं तत्र ईकारः आगच्छति, तत् अट्कुप् अट् प्रत्याहारे मध्ये ईकारः अपि अन्तर्भूतः, तत् कारणात् तत्र नकारस्य णत्वं भवति. सम्यक् सम्यक्. सूत्रं पुनः एकवारं वदतु. एकनिमिषं भगिनि महोदय, एकवारं सूत्रं पुनः पूर्णतया. अट्कुप्वाङ्नुं वेवाय अपि अस्मिन् सूत्रे अपि रसाभ्यां नो नः समानपदे नो नः तस्य सम्पूर्ण अनुवृत्तिः अस्ति अस्ति नत्वं भवति, नकारस्य नत्वं भवति, मध्यं मूर्धन्य नकारः नकारः भवति तत्. सम्यक्, धन्यवादः भगिनी. अवगतं वा? अत्र रेपः अस्ति, अनन्तरम् ईकारः. आम् भगिनि, सम्यक्, पुनस्मरणम् आवश्यकमेव. सम्यक्, तत्र अत्कुप् वाङ्नुं व्यवाये अपि इति सूत्रेण नत्वं भवति. सम्यक्, धन्यवादः भगिनि. अरुणा भगिनि, शृणोति वा? आम् आम्, श्रूयते, वदतु भगिनि. चुरादौ चुरादौ चुरादौ चु धातु, चोरि इति धातुः, योगः अत् कर्तरि शप् कारणात् चोरि, योगः शप् योगः अत् अनुबन्धलोपनानन्तरं चोरि योगः आयोगः अत् चोरयत् प्रातिपदिकम् आगच्छति. अस्तु, तत्रापि किमपि विशेषकार्याणि भवति एव यदा धातुः चुरादिगणे अस्ति इति कृत्वा. प्रथमं चोरि इति एकवारं वदतु भगिनि. चोरि निच् स्वार्थे निच्छसूत्रेण चोरि चु चोरि भवति, वृद्धि भवति इति धातुः. तत्र परन्तु योगः अत् कर्तरि शप् आगच्छति, चोरि योगः शप् योगः अत् अनुबन्धलोपे चोरि योगः आ योगः अत् चोरयत् चोरयन् चोरयन्ति. सम्यक्, तत्रापि गुणकार्यं तस्य प्रसक्तिः अस्ति, सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति. चोरे अनन्तरं यदा अस्माकं परिचितसूत्राणि एचोयवायावः इत्यनेन चोरयत् इति रूपम्. अत्रापि अतो गुणे इत्यस्य प्रसक्तिः अस्ति न, चोरय आम् अत् इति यत्र यत्र अस्ति तत्र आम् आम् अस्ति एव, अतो गुणे इत्यस्य प्रसक्तिः सर्वत्र अत्र अस्ति, ए पररूपादेशः. सम्यक् भगिनि, अग्रिमपरिच्छेदमपि पठतु भगिनि. क्षम्यता. इति चत्र चत्रन्तानाम् इव सर्वेषां सर्वेषां सार्वधातुक कृदन्तानां दशानां धातुगणानां रूपभेदाः. कर्तत्रे शानच् सत्यानामपि एतादृशाः गणीयभेदाः भवन्ति. अत्र यदा वयं दृष्टवन्तः दशगण धातुः वयं परिशीलितवन्तः, तत्र तु धातुगणम् अनुसृत्य रूपभेदः कृदन्त सार्वधातुककृदन्तनामपि भवति. यदा वयं सार्वधातुकतिङन्तानां दृष्टवन्तः गतपाठे, इदानीं सार्वधातुककृदन्तः, तत्रापि धातुगणम् अनुसृत्य रूपभेदः भवति. यदा वयं कर्त्रार्थे शाणच् प्रत्ययः निर्मामः चेत् तत्रापि गणीयभेदः भवन्ति एव इति दत्तमस्ति. सम्यक् भगिनि, धन्यवादः. पुनः रघुपतिमहोदय. अतो गुणे इति सूत्रमस्ति, षष्ठमध्यायस्य प्रथमपादस्य सप्तदश सूत्रमस्ति, सप्तदश अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूप एकादेशः स्यात्। गुणः इत्युक्ते सप्तनवति वा? अस्तु, सप्तनवति अस्तु, सप्त न दश अस्तु, सर्वदा भ्रमः भवति। एकः नव एकं प्लाण्टिङ्ग् रूपेण भवति महोदय, एकः तु तिष्ठति स्लाण्टिङ्ग् रूपेण भवति चेत् नव नव वदतु भवतु। अपदान्तात् अतः गुणे परे पूर्वपरयोः स्थाने एकः पररूपाक पररूपम् एकादेशः स्यात्। गुणः इत्युक्तौ अ ए ओ, इदं सूत्रं वृद्धिदेची अकः सवर्णदीर्घः इत्यनयोः अपवादसूत्रम्। अतः पञ्चम्यन्तं गुणे सप्तम्यन्तं द्विपदमिदं सूत्रम्। अस्य पदान्तात् इत्यस्मात् अपदान्तात् अस्य पद उस्य पदान्तात् अस्तु उस्य पदान्तात् इत्यस्मात् अपदान्तात् अपि च एङ्गीपररूपम् इत्यस्मात् पररूपम् इत्यनयोः अनुवृत्तिः। एकः पूर्वपरयोः संहितायाम् इत्यनयोः अधिकारः अनुवृत्तिसहितसूत्रमस्ति। अपदान्तात् अतः गुणे पूर्वपरयोः एकः पररूपं संहितायाम् इति अस्ति। अत्र अतो गुणे इति सूत्रं वदति यदि अपदन्तात् अपदन्तात् अतः अतः अस्ति, अतः इति षष्टि अस्ति, स्थानी अस्ति, अत् अतः इत्युक्ते अकार एव भवति तपरस्तत्कालः। अकारस्य परे गुणवर्णः अस्ति चेत् पूर्वपरयोः स्थाने एकादेशः भवति, पररूपम् एकः पररूपम् एव भवति, पररूपम् एव भवति। यथा वयं पूर्वं दृष्टवन्तः यत्र चोरयति स्थाने पट् धातुः एव स्वीकरोतु, पट्टयोग आयोग पट् योग आयोग अत् अस्ति, अत्र पटायोग अत् अस्ति, पटात् इति भवेत् परन्तु सवर्णदीर्घसन्धि अत्र सवर्णदीर्घसन्धि अपवादः अस्ति। अतो गुणे अकार अकार अस्ति, अकार अपदन्तात् पटात् पटात् इति अपदन्तपद अस्ति, पटत् पट् किमर्थं पट पट पट तत्र सुप्तिगन्तं पदं नास्ति, पदं नास्ति, अतः पट पट इति अपदान्त अस्ति, पट अकार अस्ति, तस्य परे गुणवर्णः अस्ति अकार एव, अतः पटत् एव भवति, पररूपम् अकार एकादेश पटत् इति भवति। सम्यक्, पररूपम् एकादेशः भवति, तस्मिन् स्थाने आगच्छति, परपूर्व पूर्वपरयोः अकार अकारयोः अकार एकारयोः इति अस्ति, एकार एव भवति, अकार ओकार ओकार भवति। सम्यक्, एकादेशः तस्मिन् स्थाने एकः एव वर्णः आदेशः भवति। यदा वयम् इको यणचि इति पश्यामः चेत् तत्र अग्रिम एकस्य वर्णस्य स्थाने आदेशः भवति, अग्रिमवर्णः तु तिष्ठति एव किल, यदा इदानीं वयं दृष्टवन्तः कुर् योगः ऊ योगः अत् तत्र उकारस्य स्थाने वकार आदेशः भवति, परन्तु अत् इत्यस्य अकारः तु तिष्ठति एव, कुर्वत् इति आगच्छति। तत्र अतो गुणे इत्यस्य प्रसक्तिः किमर्थं नास्ति? कुत्र भगिनि? कुर् योगः ऊ योगः अत् इति स्थितौ अत् अस्ति, अत् नास्ति अत्र, ऊ अस्ति, अतः अत् परे अस्ति एव, अत् परे एव, अकारस्य परे गुणवर्णाः सन्ति चेत् एव अस्य सूत्रस्य प्रसक्तिः भवति। अपदान्तः अपादान्तः अस्ति परन्तु अतः गुणे परे नास्ति, उकारः उकारः अथ् नास्ति इति कृत्वा तस्य अथोगुणे इति सूत्रस्य प्रसक्तिः नास्ति, यण् सन्धिः भवति इको यणचि इति सूत्रेण. सम्यक्, ह्रस्वकारः एव तत् सर्वत्र. ह्रस्वकारः एव यदा भवान् उक्तवान् एव तपरस्तत्कालस्य इति सूत्रेण अत् इत्यस्य षष्टि अन्तमेव अतः, अतः अत्र अकारः एव स्वीकरणीयं, ह्रस्वकारः एव. गुणवर्णं गुणवर्णः परे अस्ति चेत्, गुणवर्णः इत्युक्ते आ ए ओ, अनन्तरं पूर्वपरयोः स्थाने एकः पररूपम् एकादेशः, एकः एव वर्णः आदेशः भवति, तदपि पररूप परवर्णः एव आदेशरूपेण अत्र आगच्छति. तावदेव गुणः इति, अदेन् गुणः इति सूत्रेण गुणवर्णः अ ए ओ. अस्तु, सम्यक्. राजेन्द्रमहोदय. आं भगिनि, ध्येयं यत् तथा तथा भगिनि, आम् आम्, ध्येयं यत् शतन्तानां दशगणेषु ये रूपभेदाः दृश्यन्ते ते भेदाः जायन्ते विकर्णप्रत्ययस्य द्विप्रकारकप्रभावेण. यत् शतन्तानां तत् दश घनम् अनुसृत्य तत् रूपभेदाः दृश्यन्ते तथा ते भेदाः विकर्णप्रत्ययस्य कारणेन भवति, अपि च तस्य द्विप्रकारकप्रभावः अस्ति विकर्णप्रत्ययस्य. एकं, प्रथमतया विकर्णप्रत्ययभेदेन धातुगणम् अनुसृत्य स्वतन्त्रपदे रूपभेदः. शप् इत्यनेन अ संयुज्यते, शन् इत्यनेन य संयुज्यते, शनु इत्यनेन नु संयुज्यते, शनम् इत्यनेन न संयुज्यते, उ इत्यनेन उ संयुज्यते, श्ना इत्यनेन न संयुज्यते. तत् घनम् अनुसृत्य ये भिन्नभिन्नविकर्णप्रत्ययः आगच्छन्ति तत् तेन आधारेण तत् भिन्नभिन्नविकर्णप्रत्ययः धातोः आगच्छति, तत् संयुज्यन्ते. तत् अत्र विकर्णप्रत्ययानां स्थूलाकृतिः भेदेन प्रभावः, अ य नु न उ न इत्येषां रूपभेदेन पदे रूपभेदः भविष्यति. पठन्, नश्यन्, आप्नुवन्, बिन्दन्, कुर्वन्, क्रीणन् अत्र ये भिन्नभिन्न घने तत् भिन्नभिन्नभेदाः तत् भवन्ति एव. यथा शयन् विकर्णप्रत्ययः अस्ति तत् यकारः आगच्छति, शृणु अस्ति तत् नु संयुज्यते, शनम् अस्ति तत् नकार न संयुज्यते, उ उ इत्यनेन तत् उ संयुज्यते, शना इत्यनेन न संयुज्यते. तत् द्वितीयं, विकर्णं स्वयं प्रत्ययः, अतः प्रत्ययत्वात् पूर्वं स्थितं यत् धातुरूपी अङ्गम् अङ्गं तस्मिन् अपि रूपभेदः भवति. अदादिगणे जुहोत्यादिगणे च यत्र विकर्णप्रत्ययस्य लोपो भवति तत्र अपि लुक् शुलु इत्याभ्यां विशिष्टकार्यं भवति. विकर्णप्रत्ययः तु स्वयं प्रत्ययः अस्ति तत् तत् यथा यत् धातुरूपी यः अङ्गम् अस्ति तस्मिन् अपि रूपभेदः भवति. यथा अदादिगणे जुहोत्यादिगणे यः विकर्णप्रत्ययः न अस्ति यथा तस्य लोपः लुक् अपि च श्लु भवति तत्र तेषां यद्यपि तत्र विकर्णप्रत्ययः न अस्ति तत् तत् आधारीकृत्य किञ्चित् विशिष्टकार्याणि तत्र भवन्ति धातुगणे. अधः षट् वृत्तान्ताः इत्येषु सर्वाणि सोपानानि अस्माभिः न अधीतानि, किन्तु स्थूलरूपेण परिशीलनात् विकर्णप्रत्ययेन कीदृशप्रभावः इत्यस्य एका दृष्टिः भवति. अत्र अधः दत्तमस्ति तत् सर्वाणि सोपानानि यद्यपि वयं न पठितवन्तः तथापि स्थूलरूपेण परिशीलनम् अस्ति. अधः तत् विकर्णप्रत्ययेन कीदृशप्रभावः तत्र भवति धातुगणम् अनुसृत्य. सम्यक्, तत्र यदा तत्र दत्तमस्ति प्रथम स्वस्य रूपं विकर्णप्रत्ययस्य भेदेन तत्र रूपभेदः भवति, धातोः रूपभेदः. द्वितीयमस्ति तत्र विकर्णप्रत्ययस्य कारणेन किमपि कार्यं, यदा शपः श्लू भवति वा लुक् भवति, तत्र अपि किमपि कार्यं, धातुपि अङ्गस्य किञ्चित् रूपभेदः भवति इति बिन्दुद्वयं मुख्यबिन्दुः अस्ति. धन्यवादः महोदय. विद्या भगिनी, आं भगिनि, इति भागः अधः षट् वृत्तान्ताः तत्र प्रथमबिन्दुः पठतु भगिनि. महोदय पठितवान् एतद् वाक्यं, प्रथमबिन्दु पठतु विकर्णप्रत्ययेन इति भागः विकर्णप्रत्यये. विकर्णप्रत्ययेन ए इति तिष्ठति खलु भगिनि तत्र? आम् सम्यक्. विकर्णप्रत्ययेन गुणकार्यं द्वादिगणे चिरादिगणे च भू योगः शप् योगः अत् तत्र सार्वधातुक आर्धधातुकयोः इत्यनेन इदन्तधातोः इकः गुणः इत्युक्ते भो योगः आयोगः अत् इत्युक्ते भव इति भवयोगः अत् योगः भवत् पुल्लिङ्गपदं भवन् अनन्तरं चुर्योगः ई योगः चोरि इति आगच्छति अनन्तरं योगः शप् योगः अत् सार्वधातुक आर्धधातुकयोः इति अनेन इगन्तधातोः इकः गुणः भूत्वा इत्युक्ते चोरे योगः आयोगः अत् इत्युक्ते चोरय योगः अत् तत्र चोरयत् इति पुल्लिङ्गपदम् आगच्छति. चोरयन् इति पुल्लिङ्गपदं, चोरयत् इति नपुंसकलिङ्गं, चोरयति इति स्त्रीलिङ्गपदम् अपि तत्र. विकर्णप्रत्ययेन प्रतिपादनं करोमि वा भगिनि? आम् विकर्णप्रत्ययेन गुणकार्यं तत्र भूवादिगणे चुरादिगणे तत्र स्वीकुर्मः चेत् भू इति धातुः योगः शप् अकारमेव तत्र तिष्ठति अनन्तरम् अत् इति प्रयोगं कुर्मः चेत् तत्र सार्वधातुक आर्धधातुकयोः गुणः भूत्वा इति अनेन इगन्तपदं धातोः इकः इति गुणः भू आगच्छति तत्र भू इति पदं तत्र गुणः भूत्वा भो इति आगच्छति अनन्तरम् आ एव शप् प्रत्ययेन आ एव तिष्ठति अनन्तरं योगः अत् भो योगः आयोगः अत् तत्र भव इति तत्र इगन्तपदं रस्वस्थाने तत्र भव इति आगच्छति खलु भगिनि? कुत्र भगिनि? भो योगः भो योगः कथं भव भवति तत्र गुणः भूत्वा एव तत्र भो आगच्छति अनन्तरं भव इति भव इति आगच्छति तत्र सन्धिः कः भव भव तत्र भो इति गुणः भूत्वा एव आगच्छति अनन्तरं भव इति ह्रस्व ह्रस्व वदतु भगिनि इदानीं यचयव इति यचयव यावः इति यान्तवान्तदेशसन्धिः भूत्वा तत्र भव इति आगच्छति अनन्तरम् अत् तत्र अत् प्रयोगेन तत्र भवत् इति नपुंसकलिङ्गपदं भवम् इति पुल्लिङ्गपदं स्वीकृतम् अनन्तरं भवत् इति भगिनी भवत् इति प्रातिपदिकं प्रातिपदिकम् अनन्तरं नपुंसकलिङ्गम् एव प्रातिपदिकं नपुंसकलिङ्गं नास्ति भवत् इति यद् प्रातिपदिकमस्ति तत् तादृशमेव तिष्ठति नपुंसकलिङ्गे यदा पुंसि भवन् इति तत्र किमपि आदेशः भवति किल तद् नपुंसकलिङ्गे न भवति अतः तद् तिष्ठति यदा वयं राम इति प्रातिपदिकं वदामः किल राम इति प्रातिपदिकं तादृशमेव भवत् इति प्रातिपदिकम् वयं त्रिषु लिङ्गेषु रूपं स्वीकुर्मः भवत् भवन् अनन्तरं भवती इति भवती दीर्घं क्षम्य दीर्घ भवति इति आगच्छति अनन्तरं चुर् इति वयं धातुपदं स्वीकुर्मः चेत् इकारः इकारः भूत्वा तत्र चोरि गुणः भूत्वा चुर् इति चो इति परिवर्तनम् अभवत् गुणः भूत्वा अनन्तरं चोरि योगः शप् योगः आर्त इति सार्वधातुक आर्धधातुकयोगः गुणः भूत्वा इति अनेन इगन्तधातोः चोरि इति इगन्तधातोः इक् गुणः भूत्वा चोरे इति आगच्छति इकारस्य स्थाने एकारः आगच्छति योगः आयोगः अत् चोरय इति आगच्छति अनन्तरम् अत् इति पदं स्वीकुर्मः चेत् तत्र चोरयत् इति प्रातिपदिकं स्वीकुर्मः पुंसि इति चोरयन् पदम् अनन्तरं त्रिषु लिङ्गेषु चोरयन् चोरयत् चोरयति इति त्रीणि पदानि तत्र वयं स्वीकुर्मः तत्र सम्यक् तावदेव तत्र प्रथमबिन्दुः एव अद्य वयं दृष्टवन्तः बीभागारभ्य अग्रिमसप्ताहे द्रक्ष्यामः समयः जातः अस्तु विरमामः वा अद्य धन्यवादः धन्यवादः धन्यवादः धन्यवादः भगिनि